नमस्कारः. लुट्लकारस्य अभ्यासः आरभ्यते. अस्तु, तर्हि नमस्ते प्रथमं महोदय. नमस्कारः महोदय, स्वागतं महोदय. महोदय. अस्तु, तर्हि आरम्भं कुर्मः. तर्हि सर्वे अपि अत्र दूरवाण्या कोऽपि नास्ति खलु, तर्हि एकैकं कुर्मः. एकं करोमि, एकं कार्यं करोमि. अस्तु, दादामि. अरुणा भगिनी भवती वक्तुम् इच्छति वा हस् धातोः रूपाणि? हसति इति हस् धातुः, हसति इति हलन्तदातवः, आवल्ये नास्ति. ततः यदागमः भवति तत् कथं किमर्थमश्चेत् सर्वहलादिदातवः सेटः. सो वस् धातु वसिता, वसितारौ, वसितारः. मध्यमपुरुषः अपि भगिनि? आं भगिनि, सर्वाणि रूपाणि कुर्मः वा? वसि हसिता, हसिता, हसितारौ, हसितारः. सी प्रत्ययः खलु, हसिता सी, हसिता सी. समानमस्ति तहत मे वहमः इति तावदेव. हसि सतिताः भगिनि, न सतिथां हसि, हसिताः, हसिता, हसितारौ, हसिता. एकम् अहं करोमि, तदनन्तरं प्रायः वयं कुर्मः. तत्र किं भवति, अत्र हसिता, हसितारौ, हसितारः, हसितासि, हसितास्तः, हसितास्थ, हसितास्मि, हसितास्वः, हसितास्मः इति प्रत्ययः. तातारौ, तारः, तासि, तास्तः, तास्त, तास्मि, तास्वः, तास्मः इति. तर्हि तर्हि श्वः किम् अस्ति, चलनचित्रं दृष्ट्वा बालः हसिता भविष्यति. अस्तु, अग्रे भवती रुद् धातोः कर्तुम् इच्छति वा? रोद् इति रुद्धातु आवल्यम् अस्ति भगिनि, ततः अनिट् अस्ति न मन्ये भगिनि, नास्ति इति मन्ये. न भगिनि, यद् सिद्ध क्रुद् क्षुद् दकारान्तः भवति खलु, ओ रादेव. ओके ओके, रोद, रोदिता, रोदितारौ, रोदितारः, रोदितासि, रोदितास्तः, रोदितास्थ, रोदितास्मि, रोदितास्मः, वः रोदितास्मः. बाल शिशुः माता न पश्यन् रोदिता. श्वः श्वः नो चेत् अग्रिमे सप्ताहे इति. पुरुषेषु अपि, अन्येषु पुरुषेषु अपि प्रयत्नं कुर्मः, न केवलं प्रपोचने. अस्तु भगिनि, नमस्कारः महोदय. राजुमहोदय अस्ति वा, शृणोति वा, श्रूयते किम्? मध्ये मध्ये गच्छति महोदय, इति मन्ये भङ्गः जायते महोदयस्य. नमस्कारः महोदय. आं महोदय, अन्य नूतनः अस्ति महोदय, तर्हि तं पृच्छन्ती अस्मि. कुत्र पाठः कुत्र अस्ति महोदय? अहं तु एकं स्वयं वदामि महोदय, क्रियापदं वदामि. नो चेत् भवान् एव स्वयं स्वीकर्तुम् इच्छति चेत् तदपि कुर्मः. तर्हि स्वीकृत्य सर्वेषु पुरुषेषु रूपाणि उक्त्वा तदनन्तरं वाक्यरचनामपि कुर्मः तथा. प्रथमं तु परस्मैपदिदातुनम् कुर्वन्तः स्मः अभ्यासार्थं. सरला भगिनी, भवती स्व क्रियापदं स्वीकृत्य वक्तुम् इच्छति वा? नो चेत् अहं ददामि. भवती वदतु भगिनी. पश्यति इति स्वीकरोमि. पश्यति धातु दृश् अस्ति, अनिट् अस्ति, एकरूपमेव अस्ति. के दृश्य सृज अनेन एकरूपे एव नित्यम् आगमः अस्ति. सो इति भवती द्रष्टारौ द्रष्टारौ द्रष्टा द्रष्टारौ द्रष्टारः द्रष्टासि द्रष्टाथ द्रष्टाथ द्रष्टास्मि द्रष्टास्वः द्रष्टास्म. अहं श्वः चलचित्रं द्रष्टास्मि. मणिमहोदय, भवान् स्वक्रियापदं स्वीकरोति वा? नो चेत् अहं ददामि वा? लिक् लिक् दातु. करोतु महोदय. लुट् लुट्लकारे लिक् लेक्ताः क्रीडागमः भवति खलु, आवल्यं नास्ति खलु. लेखिता लेखितारौ लेखितारः लेखितासे लेखिताः लेखितास्तः लेखितास्तः सम्यक् वा महोदय? आं महोदय. लेखितास्मि इति योजनीयं, से इति श्रुतं. लेखितासि लेखितासि लेखितासः तः लेखितास्त. अनन्तरम् अहं लिखितास्मि लिखितास्वः लिखितास्मः. अस्तु महोदय, वाक्यमपि वदति वा? वाक्यम् अहं पत्रं लिखितास्मि. श्वः इति योजनीयं, श्वः नो चेत् परश्वः. अहं श्वः लिखितास्मि, वयं श्वः पत्रं लिखितास्वः. धन्यस्मि महोदय. इतोपि बृहत् वाक्यं वक्तुम् इच्छति चेत् मित्राय लेखितास्मि इति तादृशं किमपि वक्तुम् इच्छति चेत् तादृशमपि वयं कुर्मः. तर्हि सम्यक् भवति खलु. अस्तु, अग्रिमे अहं करोमि. शृणोति इति अस्ति, श्रुदातुं स्वीकृत्य वदामि. श्रोता इति, तर्हि श्रोता श्रोतारौ श्रोतारः, तत्तु किम् अस्ति, अनिट् अस्ति. श्रुधातुः, क्षम्यतां, श्रुधातुः किम् अस्ति, अजन्तदातुः अस्ति, अस्माकम् आवल्यं नास्ति इति कृत्वा अनिट् वर्तते, इदागमः न भवति. तर्हि श्रोता श्रोतारौ श्रोतारः, श्रोतासि श्रोतास्तः श्रोतास्त, श्रोतास्मि श्रोतास्वः श्रोतास्मः इति. वयं प्रवाचकस्य प्रवाचकेन किम् अस्ति कृतां वार्ताम् उक्तां वार्तां यूयं श्रोतास्तः, श्वः निश्चयेन श्रोतास्तः. तर्हि प्रवाचकेन उक्तां वार्तां यूयं श्वः निश्चयेन श्रोतास्तः. साधु वा? दोषाः सन्ति चेत् कृपया वदन्तु. साधु अस्ति भगिनि, पुनः वदतु भगिनि. प्रवाचकेन उक्तां वार्ताम् प्रवाचकेन उक्तां वार्तां यूयं यूयं निश्चयेन श्वः श्रोतास्तः. ओके, यूयं श्रोतास्तः इति क्षम्यतां, यूयं श्रोतास्थ विसर्गः नास्ति. भवत्याः कृते ददामि वा? खाद् इति दातु भगिनि. किं भगिनि? खाद् खादति इति. खाद् खादति आवल्यां नास्ति, ततः सेत् अस्ति. खादिता खादितारौ खादितारः खादितासि खादितास्तः खादितास्थ खादितास्मि खादितास्वः खादितास्मः. युष्मच्छब्द बालकाः श्वः पञ्चवर्षात् अन्नं खादतारः. के भगिनि पुनः वदतु भगिनि? बालकाः श्वः पञ्च गुड् फुड् लैक् लैक् पायसम्. ओके, पायसं खादतारः खादितारः खलु. अस्तु, अग्रे सरला भगिनी वक्तुम् इच्छति वा भगिनि? पिबति इति धातुपा अस्ति, आकारान्तदातवः सर्वे अन्यत्र सन्ति. इति भवति पाता पातारौ पातारः पातासि पातास्थ पातास्थ पातास्मि पातास्वः पातास्मः. माता माता बालकं दुग्धं पाता. माता बालकं श्वः औषधं पाता. न भगिनि, तत्तु तत्र किं भवति, किम् अस्ति, रिजन्त भवति, रिजन्त भवति इत्युक्ते पा किं भवति रिजन्तरूपीता इति भवति खलु, पायी इति भवति, अत्र यकारः आगमः भवति खलु, पायी इति वदामः खलु. कथं रूपाणि भवति? पायोग पाययिता पाययितारौ पाययितारः. अस्तु, सर्वे रिजन्त सेट् सन्ति साधु. आं भगिनि, तत् न न, तत्र तु पाय सेट् एव भवति, अनेकाल् अनेकाल् सन्ति तदनन्तरं तत्र तत्र निजन्ते तु रूपद्वयं भवति. तर्हि किम् अस्ति, आत्मनेपदि आत्मनेपदि रूपाणि अपि भवन्ति. आत्मनेपदि अपि भवति. वक्तुमिच्छति वा? नो चेत् अनन्तरम् आगत्य आत्मनेपदीनां कुर्मः. आत्मनेपदि पायिता पायिता पायितारौ पायिता नास्ति, पाययिता पाययिता पाययति इति वरां वदामः खलु, पाययिता यकारः द्विवारं श्रूयते. अस्तु, पाययिता यकार निच् भवति, तदनन्तरं पुनः एचुवायनेन ईता भवति. अस्तु, पाययिता. सो पाययिता, पाययितारौ, पायितारः, पायितास्ये, पायितास्ते, पायितास्द्वे, पायितास्हे, पायितास् पायितास्वहे, पायितास्महे इति भवति. अत्र आत्मनेपदीनां मध्यमपुरुषे द्विवचने सा साते इति भवति. सा साते तत्र केवलं पायिता साते, पायिता पाययिता साते, प्रकारस्य लोपः न भवति. अन्यत्र सर्वत्र मध्यमपुरुषे भवति तासे, तासाते, ताद्वे इति. पुनः उत्तमपुरुषेपि ता सकारस्य लोपः भवति, ताहे इति भवति. अनन्तरं तास्महे, तास्महे, तास्महे. समीचीनम्. अग्रे गच्छामः वा? अस्तु, प्रायः आवल्यम् आवल्यतः किमपि न वदामि इति मन्ये. किम् अस्ति, अत्ति इति खादति इति अस्मिन् अर्थे अत्ति इति. कस्य क्रमः अस्ति? मणिमहोदयस्य क्रमः अस्ति. अत् दातु अत् महोदय. आवल्यां नास्ति. अस्ति अद् दातु, अद् इति अत्ति इति, क्षम्यताम्, अद् दकारान्तः आम् अद् अस्ति. इडः नास्ति, अनिटः, अतः अत्ता इति एक प्रथमवर्षे एकवचने अत्ता, अत्तारः, अत्ता, अत्ता, अत्तारौ, अत्तारः. अत्र हरि हरिचसूत्रेण अत्ता भवति. अनन्तरम् अत्तासे, अत्तास्ति, अत्तास्त, अतासः, अतास्त, अतास्मि, अतास्वः, अतास्मः. सम्यक् वा महोदय? आं महोदय. किम् अर्थः किं महोदय सेण्टेन्स्? अस्ति इत्युक्ते खादति इति अर्थः महोदय. हा, खादति वा? अस्तु. अहं प्रातःकालस्य भोजनं अत्तास्मि. कदा? अष्टवादने. कदा? श्वः इति. अस्मि श्वः, नो चेत् अहम् अद्य अष्टवादने अत्तास्मि. न न, अद्य इति मास्तु खलु, श्वस्तनी एव लुट् भवति. लुट्लकारस्य प्रयोगः श्वस्तनार्थे एव अद्यतनलृट्लकारस्य प्रयोगः भवति. यदि भवान् अद्य प्रायः पञ्चवादनम् अस्ति, अष्टवादने भवान् खादिष्यति चेत् खादिष्यति इति लृट्लकारः साधु. अद्यतनार्थे, अनद्यतनार्थे अपि लृट्लकारः साधु खादिष्यति इति. किन्तु अतिष्यति इति वक्तुं शक्यते. किन्तु यत्र श्वस्तन भवति तत्र लुट्लकारः अस्ति, केवलम् अनद्यतने एव लुट्. अस्तु, धन्यवादः महोदय. अहं श्वः अष्टवादने भोजनम् अतास्मि. अतास्मि, ओ उत्तमं महोदय, धन्यवादः. धन्यवादः महोदय. पुष्पभगिनी भवती वक्तुं शक्यते? अहं क्रियापदं दास्यामि वा भवती, नो चेत् वक्तुमिच्छति चेत् किं किम् उक्तवती? इदानीं शृणोमि, शृणोमि इदानीं. अरुणा भगिनी भवती बुद्ध अत्र बुद्ध दातु भगिनि, बुध्यते इति. क्षम्यतां, तत्तु आत्मनेपदी अस्ति. एकनिमिषम्, साध् दातु, साध्नोति इति. पुनः क्लारिटि नास्ति भगिनि, पुनः दातु किं भगिनि? साध्, साध् इति, सा इध् साध्नोति, साध्नोति. पटुः बालकः सर्वाणि कार्याणि साध्नोति, साधयति इति वदामः खलु, तादृशार्थः. ओके, साधिति आवल्यां नास्ति इति अहं मन्ये. अस्ति भगिनि, घकारान्तः अस्ति या अनिट् अस्ति. साधारौ साधा इति भवति. साधा विशिष्टं रूपं भवति. ओ केन सूत्रेण भगिनि? धा इति भवति. केन सूत्रेण भगिनि? तत्र तु साद् उष्टुनाष्टुः इत्यनेन प्रथमं तु किम् अस्ति जषस्ततोर्धोर्धः इत्यनेन धकारः भवति तकारस्य. तदनन्तरं ष्टुनाष्टुः इत्यनेन महाप्राणधकारस्य अल्पप्राणः भवति यत्र साधुधातुः धकारस्य. तर्हि सा अल्पप्राणधकारः धा इति भवति, महाप्राणधकारः भवति. भगिनी जलाञ्जषि भवति दशतो तदनन्तरं जलाञ्जषि श्नश्रुना आगच्छति अत्र. क्षम्यतां, जलाञ्जष्टुत्वम् इति क्षम्यतां. तदेव मनसि आसीत् साधः साधः साधा साधातः साधातः साधास्तः सकारः अपि अस्ति खलु. ओ या या साधास्तः साधास्थ साधास्मि साधास्मः साधास्मः मह साधा स्मः. धन्यवादः भगिनि. कर् वाक्यं वाक्यं पठति वा? ओके, अर्थं किं भगिनि? साधयति इति साधयति. ओके, साधय अहं कार कार अयनं न साधस्वामि. किम् अस्ति भगिनि? अयनं कार् कार् ड्रैविङ्ग् भगिनि. तर्हि चालयितुम् इत्यपि भगिनि खलु. अहं कार्यानं चालयितुं न कर्तुं न शक्नोमि. तर्हि न साधास्मि. श्वः अहं कार्यानं चालयितुं न साधास्मि. धन्यवादः. अस्तु भगिनि, भवत्याः कृते सरला भगिन्याः कृते खलु. एकनिमिषम्. अस्तु, अस्तु, परस्मैपदी वक्तव्यम्. अधुना परस्मैपदी कुर्वन्तु. रौति इति शब्दं करोति इति रौति इति. अस्तु, धातुरु भवति साधु. रु धातु इति सेट् अस्ति उकारान्तधातु. सो इति भवति रोता रोतारौ रोता रविता रवितारौ रवितारः रवितासि रवितास्थ रवितास्थ रवितास्मि रवितार्वः रवितास्मः. शब्दं करोति इति अर्थः. भगिनि, धातु किं? रौति इति रु धातुः. रु अत्र कुक्कुर अपि रविता. श्वः न रविता. श्वः सलहेन श्वः कलहात् शब्दं न करोति इति भगिनि कुक्कुरः अपि न शब्दं करोति मणिमहोदय वदति वा अग्रे वदामि वा भवान् स्वयं वक्तुमिच्छति चेत् वदतु महोदय न चेत् अहं दास्यामि महोदय धातु वदतु महोदय हा हा वदामि अस्तु वदामि हन्ति इति हननं करोति हन्ति इति हन्ति हन् धातुः अत्र अस्ति आङ्ग्लम् अस्ति अतः इडः मनस्ति हन्ता इति हन्ता हन्तारौ हन्तारः हन्तासि हन्तास् ताः हन्तास्त हन्तास्मि हन्तास्वः हन्तास्मः इति रूपाणि श्वः अहं न कन्दास्मि सम्यक् महोदय किमपि मक्षिकामपि न शब्देन अपि न हन्तास्मि भवन्तः ददाति वा मम कृते ददति वा मम कृते किमपि दातुं दातु वा ददातु करोमि वा अस्तु महोदय भवन्तः ददातु अहमपि अहमेव दृष्ट्वा करोमि चेत् साधु न भवति खलु इति कृत्वा भवन्तः चिनोतु कृत्वा ददातु इति मदर्थं अस्माकम् दादातुः तु आकारान्तदातुः अस्ति अस्माकम् आवल्यं नास्ति इति कृत्वा अनित् वर्तते तर्हि दाता दातारौ दातारः दादातुः उभयपदी अस्ति तर्हि दाता दातारौ दातारः दातासि दातास्थः दातास्थ दातास्मि दातास्वः दातास्मः इति परस्मैपदीरूपाणि आत्मनेपदीरूपाणि भवन्ति दाता दातारौ दातारः दातासे दाता साथे खलु दाता साथे दाता दाताद्वे दाताहे दातास्वहे दातास्महे तद्वा मन्ये पुनः वदामि आत्मनेपदीनां दाता दातारौ दातारः मध्यमपुरुषे दातासे तत्र सकारः न भव तत्र पुनः सकारः न भवति केवलं प्रत्ययस्य सकारः एव अस्ति तत्र विकरणप्रत्ययस्य तास् प्रत्ययस्य सकारः न भवति केवलं द्विवचने तत्र दाता साथे भवति तत्रैव भवति अनन्तरं बहुवचने दाताद्वे तत्रापि विकरणप्रत्ययस्य सकारः न भवति तास् प्रत्ययस्य सकारः पुनः उत्तमपुरुषे दाताहे तत्रापि विकरणप्रत्ययस्य सकारः न भवति दाताहे इत्येव भवति अनन्तरम् उत्तमपुरुषे द्विवचने बहुवचने तु सकारः भवति तास् प्रत्ययस्य तर्हि दातास्वहे तातास्महे इति रूपाणि अधुना किम् अस्ति युवां निर्धनाय पुण्यं लब्धुं युवां निर्धनाय बोझ प्रति निर्धनाय प्रतिमासम् अग्रे प्रतिमासं भोजनं दाता साते सद्वा युवां दाता साते इति श्वः आरभ्य दाता साते साधु किम् आं भगिनि आं भगिनि अपि महोदय उक्तवान् यदि समयकाल निर्दिष्टम् अस्ति तत्र अपि त्रय एक श्वः श्वभावी यत्र अस्ति अपि निर्दिष्टं काले अपि प्रयोगं कर्तुं शक्नुमः. ओ एवं वा, तत्तु अहं विस्मृतवती. निर्दिष्टं काले अपि अहं जानामि, अहं जानामि कदा अहं गमिष्यामि इति. तर्हि अद्य इत्यपि अद्यतनार्थमपि तत्र भवितुम् अर्हति वा? तर्हि अद्य अहं सायङ्काले गमिष्यामि इत्युक्ते अद्यतन इति न उक्तवान्, किन्तु पञ्चादशदिवसानन्तरं मम प्रयाणं भवति, प्रवासं भवति. अनद्यतन भवति खलु, स्वभावी अस्ति तत्र, तत्र स्वभावी अस्ति तत्तु सम्यक् एव. किन्तु मम प्रश्नः आसीत् अद्य यदा महोदय पूर्वम् उक्तवान् मणिमहोदय अद्य प्रातःकाले तदेव अत्र आम् आं तदेव अत्र कोष्टकं केनापि स्थापितं, बहु सम्यक् स्थापितं कालविषये कालविकल्पे. प्रथम यत् भागमस्ति तत्र एककोष्टकं तदेव पश्युक महोदयने सम्यक् कृतवान् वयं पठितवन्तः वर्गे. ओ एवं वा, बहु सम्यक् कृतवान् महोदय. इदानीं वयं पठामः तत्रापि एतावद् अस्ति अनद्यतने एव इति कथमस्ति. अस्तु कृत्वा आगच्छामः भगिनि, अभ्यासं कृत्वा. अस्तु, अधुना आत्मनेपदीनामपि अभ्यासं कृत्वा आगच्छामः. केवलं रूपाणि स्वयं भवति खलु. वयं तु सर्वेपि कोष्टकं सर्वेपि अधीतवन्तः. अहं पुनः वेडुधातूनामपि अभ्यासः करणीयः. भवती वक्तुमिच्छति वा भगिनि? वदतु भगिनि. इदानीम् उक्तं न वेत्ता, वाक्यमपि वदतु. वेत्ता वेतारो वेतारः, पुनः वदतु, न श्रुतम् अस्माभिः. वेत्ता वेतारो वेतारः, वेत्तास्मि वेत्ता. वेत्ता किम् अस्ति, वेत्ता इति कः धातुः अस्ति? विद्युधातुः अस्ति खलु. विद्युधातुः तु आत्मने भवति. किं दातु? अहं तु किमपि न उक्तवती, भवती स्वयं कृत्वा स्वयं कृत्वा वदति. तर्हि तत्र तु विद्यते नो चेत् विन्ति इति शब्दद्वयमस्ति. विद्युधातुः वेत्ता इति अहं मन्ये तत्र आत्मनेपदिरूपमेव भवति इति मन्ये. आं भगिनि, तत्र वेता इति किन्तु विद्युधातुः, लाभे इति अन्यधातुः अस्ति, यत् उभयपदी इति अस्ति. लाभे लाभे तत्तु तद् किम् अस्ति, भिन्नभिन्नदातवः सन्ति. किन्तु अस्माकम् आवल्यां यत् विद्युधातुः तु विन्ते विद्यते इति धातु द्वयम् अस्माभिः पठितम्. अन्ये तु परस्मैपदिनः अपि भवन्ति. अस्तु भगिनि, वाक्यमपि वदति वा? वाक्यं वाक्यं वेत्ता तु विद्युधातुः न विद् इति वदनेन वेत्ता सः श्वः भगवद्गीतां वेत्ता. सम्यक् अस्तु भगिनि, आम् आं भगवद्गीतां वेत्ता. अस्तु अस्तु, धन्यवादः. अरुणा भगिनी, भवत्याः कृते शेते इति, शयनं करोति इति, शेते इति. ओके, शेते धातु षि भगिनि षीन् धातु सेट् अस्ति आं भगिनि शयिता शयितारौ शयितारः शयितासि अपने पदे अस्ति भगिनि ओ ओ व्याय सर्वधर्मपुरुष्यात् शयिता शयितारौ शयितारः शयितास्ते शयिता तास शयिता साथे द्विवचने सकारः अपि अस्ति तास् प्लस् आते इति शयिताद्वे शयिताद्वे शयिदाहे शयदास्वहे शयदास्महे न शयितास्वहे शयितास्महे पुनः ता किमर्थं योजयति भवति शयिता साहे नास्ति शयिताहे कैव खलु एव शयितास्वहे शयितास्महे वाक्यं त्वं स्वः मम गृहे शयितासे शयितासे उत्तमं भगिनि धन्यवास्मि भगिनि सरला भगिन्याः कृते दुःख धातुः भगिनि दुःख धातु इति अस्माकम् आवल्यामस्ति अन्यत् अस्ति इति दोग्धारूपं भवति साधु हकारस्य दकारपूर्वम् इति आगच्छति दोग्धा इति दोग्धारौ दोग्धारः दोग्धासि दोग्धास्थ दोग्धास्थ दोग्धास्मि दोग्धास्वः दोग्धास्मः द्विवचने मध्यमपुरुषे द्विवचने अपि विसर्गः अपि उक्तवती दोग्धा दोग्धास्थः पुनः पुनः इतोपि रूपाणि सन्ति अस्तु दोग्धा दोग्धारौ दोग्धारः दोग्धासि न न इतोपि रूपाणि इत्युक्ते आपणे पदे अपि द्विपदे अस्ति उभयपदस्य अस्तु इति इदानीं परस्नेपदी पुनः उक्तवती साधु अस्तु पुनः परस्नेपदी मध्यमपुरुषे दोग्धासि दोग्धास्थः दोग्धास्थ दोग्धास्मि दोग्धास्वः दोग्धास्मः आत्मनेपदी भवति दोग्धा दोग्धारौ दोग्धारः दोग्धासे दोग्धासाथे दोग्धाद्वे दोग्धाहे दोग्धास्वहे दोग्धास्महे साधु अस्तु दोग्धा इति भवति गां दोग्धा सति तत्र निजन्त आगच्छति साधु न भगिनि न भगिनि न दोग्धा तु मिल्क् एव अस्ति खलु गां दोग्धि इति एव भवति खलु अस्तु श्वः श्वः वयं वृन्दावनं गत्वा गां दोग्धामः दोग्धास्मः नो चेत् गां दोग्दास्मः दोग्दास्महे इति दोग्दास्महे नो चेत् आत्मनेपदी अभ्यासः आत्मनेपदी आमां साधु धन्यवादः तत्र किम् इत्युक्ते दोग्धिः इति यत्र गा यत्र गोः स्वयं दोग्धिः अस्ति चेत् तर्हि गाः स्वयं किम् अस्ति स्वयं दोग्धिः इति वक्तुं शक्नुमः पर अन्यजनाः अपि किम् अस्ति दोग्धिः इति अस्तु अर्थमेव अस्ति गां दोग्धिः तस्य क्रमः अस्ति मणिमहोदयस्य क्रमः खलु मम तु क्रमः न जातः एव गते गतपर्याये अस्तु मणिमहोदयस्य अनन्तरं भवत्याः मणि महोदय भवत्याः ददाति भवती वदति वा मणिमहोदयस्य कृते भवती ददातु भगिनि भवन्तः अपि ददातु मणिमहोदयस्य कृते ददाति वा अस्तु अहं ददामि तर्हि रब् धातुः महोदय रब् धातुः आम् आरभते इति भवति खलु रब् धातुः बकर्धातुः रब् त्रैडाहं नास्ति आवल्याम् अस्ति अर्थः किं महोदय आरभते आ उपसर्गः तदेव अर्थः अस्ति उपसर्गः रब् धातुः सामान्यप्रयोगे अस्ति खलु आद्यवर्गः आरभते इति आरभते ओके अस्तु महोदय रब् धातुः आवल्याम् अस्ति डहम नास्ति अतः अत्र रब्दा रब्दा रौ रब्दारः रब्दासि रब्दास्तः रब्दास्त महोदय अत्र आरभते इति पदी किं पदव्यवस्था किम् अस्ति रब् धातोः आत्मनेपदी किं परस्मैपदी किम् अस्तु प्रयत्नं करोमि आत्मनेपदी आत्मनेपदी अहं वदामि आरब्धं समीपं महोदय आरब्धारौ आरब्धारः आरब्धासे आरब्धे आरब्धासे मध्यपुरुषे आरब्धासे आरब्धासे आरब्धा पूरयतु तदनन्तरं वदामि दोषाः सन्ति चेत् द्वे आरब्धाहे आरब्धास्वहे आरब्धास्महे उत्तमं महोदय तत्र किम् अस्ति इत्युक्ते मध्यमपुरुषे द्विवचने आरब्धा साते इति भवति साका सा इति अस्ति से नास्ति सा इति अस्ति आरब्धा सा साते इति प्रत्ययः ता साते तर्हि आरब्धा साते साहे महोदय मध्यमपुरुषे द्विवचने किञ्चित् पश्यति वा करपत्रे किमपि नास्ति महोदय करपत्रं पश्यति वा तत्र प्रत्ययः दोषाय भवान् स्वीकृतवान् तत्र करपत्रं पश्यति चेत् प्रायः इत्थं वदामि आरब्धा से आरब्धा साते आरब्धा द्वे अत्र सा प्रत्ययः अस्ति ता सा ते इति मध्यमपुरुषे द्विवचने करपत्र पश्यति चेत् भवान् अवगच्छति किं वदामि इति आं महोदय लुट्लकारः इति प्रथमकरपत्रे तत्र प्रत्ययानाम् आवलिः अस्ति खलु महोदय दत्तवान् कथं भवति इति न रब् धातोः तु रब्धा इति उक्तवन्तः खलु किन्तु प्रत्ययानां सिद्धतिङ् प्रत्याः इति पठितवन्तः खलु तत्र दत्तमस्ति ता साथे इति तदेव वदामि तर्हि रब्धा साते ताकारस्य स्थाने धकारः अस्ति खलु अत्र रब् धातोः भकारः अनन्तरं ता इति नास्ति, तकारस्य स्थाने धकारः भवति. तर्हि रब्धारब्धारौ रब्धारः, रब्धासे रब्धासाथे रब्धाद्वे, रब्धाहे रब्धास्वहे रब्धास्महे इति. अस्तु महोदय, धन्यवादः. वाक्यं वदति वा महोदय? अहं श्वः वर्गस्य समये पठनम् आरब्धा अस्मि. आरब्धा, तत्र पदं किम् अस्ति, पदसंज्ञा किम् अस्ति? आरब्धाहे. आमाम्, मम क्रमः अधुना. धन्यवादः महोदय. भवन्तः ददतु, मदर्थं दातुं कृष् दातु भगिनि. कृष्यते कृष्टि कृषति कृषते अस्तु भगिनि, कृषति अस्तु, कृष् दातुः. तर्हि कर्ष्टा इति भवति, अत्र किमपि अमागमः भवति इति मन्ये खलु. तर्हि कर्ष्टा कृष्टा इति अपि भवति खलु, रूपद्वयं भवति. अनन्तरं भवती एव उक्तवती उभयपदी अपि अस्ति, तर्हि चत्वारि रूपाणि अस्ति. वदामि, प्रथमं कर्ष्टा इति स्वीकृत्य वदामि. कर्ष्टा इति परस्मैपदी स्वीकृत्य कर्ष्टा कर्ष्टारौ कर्ष्टा कर्ष्टा कर्ष्टारः, कर्ष्टासि कर्ष्टास्थः कर्ष्टास्थ, कर्ष्टास्मि कर्ष्टास्वः कर्ष्टास्मः. तदनन्तरं तस्यैव आत्मनेपदीरूपं भवति, कर्ष्टा कर्ष्टारौ कर्ष्टारः, कर्ष्टासे कर्ष्टासाथे कर्ष्टाद्वे, कर्ष्टाहे कर्ष्टास्वहे कर्ष्टास्महे इति. तदनन्तरं कृष्टा इति भवति, क्षम्यतां क्रष्टा क्रष्टा इति भवति. क्रष्टा इत्यस्य क्रष्टा क्रष्टारौ क्रष्टारः, क्रष्टासि क्रष्टास्थः क्रष्टास्थ, क्रष्टास्मि क्रष्टास्वः क्रष्टास्मः. तस्यैव अग्निपदिरूपं भवति, क्रष्टा क्रष्टारौ क्रष्टारः, क्रष्टासे क्रष्टासाथे क्रष्टाध्वे, क्रष्टाहे क्रष्टास्वहे क्रष्टास्महे इति. तर्हि आवां कृषकौ भूमिं क्रष्टास्वहे, नो चेत् आवां कृषकौ भूमिं क्रष्टास्वः, नो चेत् आवां कृषकौ भूमिं कर्ष्टास्वः, नो चेत् आवां कृषकौ भूमिं कर्ष्टास्मितं कर्ष्टास्वहे श्वः इति. धन्यास्मि. पुष्पा भगिनी वक्तुमिच्छति वा भगिनि? भगिनी बहु समीचीनम् अधुना किञ्चित् इतोपि एकवारं कृत्वा अहं वयं करपत्रं पठामः वा भगिनि, एकमपि पर्यायं कृत्वा? अत्र अरुणा भगिन्याः कृते स्निह्यति इति भगिनि, स्निह्यति चेत् आवल्यां नास्ति. अत्र बेट् मध्ये पठितं भगिनि, अहं करपत्रं दृष्ट्वा वदामि. ओ वेट् अस्ति वा? हकारान्तरम् अन्तिमदातुः तत्र पठितवन्तः. अत्र रदादिभ्यश इत्यस्मिन् रध् नश तृप् दृप् दृह् दृह् मुह् स्नुः स्निह् इति पठितवन्तः. स्निह् दातुः न जानामि न, वदामि अहं किं स्मरामि भगिनि. तदेव वदामि, रूपाणि साधयतु भगिनि. तत्र स्निह प्रथमम् इडागमः यत्र भवति तत्र सरलमस्ति खलु, भवती स्वयं वदतु. स्नेहु योगः ईत् योगः ता इति भवति खलु. स्नेहिता, स्नेहिता, स्नेहितारौ, स्नेहितारः, स्नेहितासि, स्नेहितास्तः, स्नेहितास्थ, स्नेहितास्मि, स्नेहितास्वः, स्नेहितास्मः. आत्मनेपदे अनिट् अस्ति, तत्र परस्मैपदौ एव अत्र तदेव सेट् वेट् अस्ति, तत्र प्रथमं सेट् वदतः. स्नेडा इति भवति, स्नेडारौ, स्नेडारः, स्नेहस्य भगिनि, स्नेढा खलु डकारः अस्ति, स्नेदसि, स्नेढासि, स्नेदासि, स्नेदास्थाः, स्नेदास्थ, स्नेदास्मि, स्नेदास्वः, स्नेदास्मः. तृतीयं रूपमस्ति स्नेग्धा इति अपि अस्ति, स्नेग्धा, स्नेग्धारौ, स्नेग्धारः इति रूपद्वयं भगिनि, रूपत्रयं भवति. अनित् पक्षे रूपद्वयं वा दृश मुष्य स्नुः स्निहामिति रूप सूत्रेण रूपद्वयं भवति अनित् पक्षे. एकं रूपं सेट् भवति सेट् पक्षे, अनित् पक्षे रूपद्वयं भवति इति कृत्वा रूपत्रयं भवति. स्नेग्धा इत्यपि स्वीकृत्य करोति वा, वाक्यं वदामि भगिनि. अस्तु वाक्यं रूपाणि अपि साधयति वा, स्नेग्धा इति, स्नेग्धा, स्नेग्धारौ, स्नेग्धारः, स्नेग्धा, स्नेग्धारौ, स्नेग्धा, स्नेग्धातौ, स्नेग्धारः, स्नेग्धसि, स्नेग्धासि, दीर्घमस्ति वा, स्नेग्धास्तः, स्नेग्धास्मि, स्नेग्धास्वः, स्नेग्धामः, स्नेग्धास्मः, सकारः अपि अस्ति, स्नेग्धास्वः, स्नेग्धास्मः. समीचीनं भगिनि, वाक्यं वदति वा, अर्थं किं भगिनि? स्निह्यति इति प्रीतिः अस्ति इति, प्रीति माता पुत्रीं स्निह्यति इति, अत्र पुत्र्यां स्निह्यति इति भवति खलु, सप्तमी भवति खलु, स्नेहः इत्यत्र भवति विभक्तिः भवति, माता पुत्र्यां स्निह्यति. बालकः रामः स्वः श्वः स्नेहिता, वेलेण्टैन् डे कारणतः रामः श्वः रामः स्वः रूपम् अस्ति, सरला भगिनी वदति वा भवत्याः कृते गूहति इति अस्ति खलु गूहदातु भगिनि गूहदातु इति अपि सेक् भवति साधु वेक् भवति साधु रूपं गोहिता अन्यं भवति इदागमपक्षे वदामि गोहिता परस्मैपदी अस्ति साधु उभयपदी अस्ति अस्तु गोहिता गोहितारौ गोहिता अत्र यत्र इडागमः भवति तत्र तु उरुपदाय गोहः इति ऊकारादेशः भवति ऊकार भवति तत्र केवलं तत्र गुह् इत्येव धातुः गुह् गुह् एव अस्ति भगिनि गुह् अस्ति तत्र गूहिता इति भवति इडागमस्य पक्षे तत्र गुणकार्यं नास्ति खलु इडागमपक्षे गूहिता इति भवति गुणकार्यं भवति यत्र गोधा इति भवति तत्र साधु सो रूपं द्वयं भवति साधु गोढा वा गुहिता गुहिता साधु अस्तु सो इडागमपक्षे गुहिता गुहितारौ गुहितारः गुहि गुहितासि गुहितास्थः गुहितास्थ गुहितास्मि गुहितास्वः गुहितास्मः गोढा गोढारौ गोढारः गोढासि गोढास्थः गोढास्थ गोढास्मि गोढास्वः गोढास्मः आत्मनेपदी भवति गोढिता गोढितारौ गोढितारः गोढितासे गोढितासाते गोढिता गोढा गोढिताद्वे गोढिता गोढिताहे क्षम्यतां गोढि गोढाहे गोढास्वः स्वहे गूहिता इति वदन्ती अस्ति भवती इदागमपक्षे वदन्ती अस्ति अस्ति इदागमपक्षे पुनः वदामि भगिनि अहं मिश्रं कृतवती इदागमपक्षे गुहिता गुहितारो गुहितारः गुहितासे गुहितासाते गुहिता द्वे गुहिताहे गुहितास्वहे गुहितास्महे इदागम अनाड अनित्पक्षे परस्मैपदी भवति गोढा गोढारौ गोढारः गोढासि गोढास्थः गोढास्थ गोढास्मि गोढास्वः गोढास्मः अनित्पक्षे आत्मनेपदी गोढा गोढारौ गोढारः गोढासे गोढासाथे गोढाद्वे गोढाहे गोढास्वहे गोढास्महे वाक्यं भवति गुहिता इट् मीन्स् संवरणे इति कवर् टु कीप् सीक्रेट् इति आवरणे साधु अहं धनं श्वः अहं धनं गुहिताहे अहं स्वं धनं तस्मात् रैट् कार्यकर्तुः धनं गुहिताहे साधु दातु किं महोदय क्षमते इति दातुः महोदय क्षमते इति सहने इति क्षम्यताम् इति वदामः खलु अत्र किं भवति अनिट् अस्ति अथवा सन्तानि धातुः वेट् अस्ति करपत्रं दृष्ट्वा वदामि वेट् अस्तु महोदय वेट् अस्ति चेत् इदानीं विडागम पक्षे अहं वदामि समिता साते तत्रैव महोदय दोषं करोति समिता ताहेव आत्मनिपर्या आं महोदय समिता ते समिता सा त वा तमिषा साथे महाप्राण तत्तु अभिन्नक्षम्दातुः अस्ति मम अधुना तु क्षमति इति दातुम् उक्तवती अस्तु अस्तु अस्तु समि मध्यमपुरुषे समितास्ते समिता ते महोदय शृणोतु महोदय मध्यमपुरुषे द्विवचने क्षमिता इति उक्त्वा सा हे इति वक्तव्यम् ओ तमिषा समिता सात्वे साथे साथे समिता महोदय समिता तासे साथे समिता साते समिता द्वे समिता हि समिता वः समिता स्मः आत्मनेपदे अस्ति खलु तर्हि उत्तमपुरुषे समिता हे समिता वहे समिता स्महे वहे महे अत्र सकारः अस्ति समिता अधुना अनित् पक्षे अनित् पक्षे समिता सन्ता सन्तारौ सन्तारः सन्तासे सन्ता सेते सन्ता सेते नास्ति साथे सन्तासे सन्ताद्वे महोदय मध्यमपुरुषद्विवचने साथे इति क्षन्ता साते साते सन्ता साते सन्ता द्वे सन्ता सन्ताहे सन्तास् वहे सन्तास् महे उत्तमं महोदय वाक्यं वदति महोदय भवान् इदानीम् उक्तवती वा किम् अर्थः इति अहं आं महोदय क्षम्यताम् इति वदामः खलु अहं क्षमामि इति अहं क्षमे इति सहते इति अर्थः महोदय सहते इति सहनं करोतु क्षमां करोतु अपि इति आम् महोदय क्षमां करोतु सहते इति चिन्ता नास्ति अध्यापकः किम् अस्ति नो चेत् सज्जनः क्रूरं क्षमते इति भवति खलु सज्जनः क्रूरजनं सहते तर्हि गुरु शिष्यं क्षन्ता सज्जनः क्रूरजनं क्षमिता नो चेत् सज्जनः क्रूरजनं क्षन्ता इति अध्यापकः मम कार्यं सम्यक् नास्ति तर्हि सहते क्षन्ता इति क्षन्ता क्षन्ता इति उत्तमं धन्यास्मि महोदय मम धातुः कः अस्ति सः धातुः मम धातुः मम कृते अहं वदामि वा तर्हि तत्र सहधातुः तत्र आवल्यां नास्ति इति मन्य आवल्याम् एकनिमिषम् खलु लुभसः इति द्वाद्यगणे दातु सः वेट् अस्ति किं भगिनि वेट् अस्ति वा सूत्रमस्ति तीशरीशः किन्तु किन्तु अस्माकं सूत्रे अथवा अवल्यं नास्ति खलु भगिनि किन्तु महोदय सहिता सोढा इति भवति खलु सोढा सहिता कारणं किं महोदय मां पृष्टवान् किं सूत्रं भगिनि पुनः वदति वा चत्वारि धातु इश् ऋष् सः लुभ तीश ऋष सः लुभ ऋष ऋष ऋषः सः तत्र सङ्ख्या किम् अस्ति द्रष्टव्यं भगिनि एकनिमिष त्रिशतः लुभऋषऋषः अस्तु भगिनि अहं तु न स्मरिष्यामि किन्तु चिन्ता नास्ति अस्तु स्मरामि कारणं किं महोदय माम् पृष्टवान् अहमपि विस्मति उक्तवान् वेट् अस्ति सः इति बहुधातु वा अस्तु ओडा इति भवति बहुधातु तत्र तु तत्र केवलम् आत्मनेपदी अस्ति इति मन्ये खलु क्षम्यताम् परस्मैपदी अस्ति किन्तु केवलं सेट् अस्ति इति अनिट् अस्ति इति मन्ये खलु बहुधातुः ओडा इति एव अस्ति आं तर्हि ओडा ओडारौ ओडारः आत्मनेपदी उभयपदी अस्ति इति दृष्ट् पश्यामि ओडा ओडारौ ओडारः ओडासि ओढा क्षम्यताम् ओडास्तः ओडास्थ ओडास्मि ओडास्वः ओडास्मः आत्मनेपदीरूपाणि ओडा ओडारौ ओडारः ओडासे ओडासाथे ओडाध्वे ओडाहे ओडास्वहे ओडास्महे तर्हि भारवाहकः महिलायाः पेटिकाः श्वः भारवाहाः इति स्वीकरोमि बहुवचने भारवाहाः श्वः महिलायाः पेटिकाः ओडारः तावत् खलु नो चेत् आम् ओडारः तावदेव अस्ति अत्मनेपदी वा परस्मै अर्थं किं वहते वहति इति जलं वहति भारवाहः वहति भारं वहति टु केरी इति भगिनि नयति इति अर्थः वहति इति टु फ्लो इत्यपि अर्थः भवति नदी वहति इत्यस्मिन् टु फ्लो इति अर्थः टु केरी इत्यस्मिन् भवति शि केरीस् अ पाट् नो चेत् द पोर्टर् केरीस् द सूट् केसस् इति तत्र तु वहति इति भारं वहति इति पुष्पभगिनी वक्तुम् इच्छति वा भगिनि दातुं किमपि स्वीकृत्य एकम् एकम् एकं भगिनि अहं दर्शयामि वा आम् अस्तु भगिनि तत्र तृप्यति इति भगिनि तृप् धातुः तृप् तृप् तु अस्ति आवल्यामस्ति तृप्ता तृप्तारौ तृप्तारः न न तर्ता इति मध्यमं तर्प् इति भवति भवति तर्प्ता या तृप्ता रूपत्रयम् अस्ति भगिनि एट् धातुः अस्ति वेड् अस्ति न वेड् नास्ति वेड् अस्ति अस्तु अस्तु एक तृप्ता तर्प्ता त्रप्ता सम्यक् वा त्रप्ता तर्प्ता त्रप्ता तर्पिता तर्प्ता तर्पिता अपि सेट् अस्ति खलु इडागमहस्तर् भवति तर्पिता वेट् अस्ति खलु भगिनि तर्पिता अस्तु तर्पिता त्रप्ता तारौ तारः भगिनि मध्यमपुरुष एकवारं वदतु परस्मैपदी अस्ति भगिनि परस्मैपदी अस्ति परस्मैपदी परन्तु मध्यमपुरुष एकम् अस्ति तर्पितासि तर्पितासि तर्पितास्तः तर्पितास्थ ओके अस्तु तद् इदानीम् उक्तं तर्प्तास्मि तर्पिता इति वदन्ति अस्ति खलु तर्पितास्मि तर्पितास्मि त्रीणि रूपाणि न तर्पितास्मि तर्पितास्वः तर्पितास्मः परन्तु रूपाणि त्रीणि अस्ति न तदेव तृप्तास्मि तर्पितास्मि पूर्णतया वदतु तृप्ता तृप्तारु तृप्तारः एकनिमिष भगिनि ऐ वाण्ट् टु रिमेम्बर् विच् वन्स् ऐ हव् टु से ओके एकनिमिष तर्पितास्मि न तर्पितास्मि तर्प्तास्मि भगिनि एकस्य प्रथमं वदतु सर्वाणि रूपयिता सम्यक् वा तर्प्ता तृप्ता तर्पिता आं भगिनि अस्तु अस्तु भगिनि वाक्यं द्वे अपि समान समान अर्थः त्रीणि अपि न भगिनि अर्थः तु समानः धातुः आवाम् आवाम् एकनिमिषम् आवां भोजन श्वः भोज भोजनं कर्तुं कर्तुं तृप्ता तत् सम्यक् वा न तर्पिता समीचीनम् अत्र भगिनी किमपि भगिनी किमपि पठामः इति उक्तवती खलु कुत्र भगिनि सरला भगिनि करपत्रे कोष्टकमस्ति लृटः लृटः व्यवहारः कुत्र इति अस्ति खलु सः परिच्छेदः अस्ति वा आमां सारांशत्वेन अस्माकं शुकवनमहोदयेन एतत् कोष्टकं निर्मितवान् तत् पश्यामः तर्हि भूतकालापि भविष्यदर्थे इति दत्तमस्ति भवती वदति वा लिट् भविष्यति केवलं लुट् लिट् लकार साधु न तत्र तु भूतकालार्थे किम् अस्ति लकारत्रयं वर्तते भविष्यदर्थे लकारद्वयं वर्तते भूतकालार्थे लकारत्रयं किं किम् इति पदां पश्यामः चेत् लङ् लकारः यत् अपठन् इति तर्हि लङ् लकारः वयं L1 मध्ये पठितवन्तः अभवत् अपठत् अलिखत् इति पठितवन्तः तदस्ति लङ् लकारः तदनन्तरं लुङ् लकारः अपि अस्ति भूतकालार्थे वयं न पठितवन्तः अस्ति मन्ये खलु लुङ् लकारः न पठितवन्तः तदनन्तरं लिट् लकारः अपि अस्ति परोक्षे अस्ति लिट् लकारः तु परोक्षे अस्ति वयं कुत्र दृष्टवन्तः रामायणकाले तादृशं प्रयोगः भवति लिट् लकारस्य तर्हि लङ्लकारस्य लुङ्लकारस्य कः भेदः इत्युक्ते, लङ्लकारः तु केवलम् अनद्यतने भवति, अद्य मास्तु, अद्य अस्ति चेत् लङ्लकारस्य, अपठत् इति प्रयोगः साधु अस्ति, तदा वयं किं कृतवन्तः, यदि अद्यतने भूतकालार्थे वयं एल्वन् मध्ये वयं तु तवत् प्रत्ययम् उपयुज्य वाक्यं रचितवन्तः, अद्य अहं गतवान् इति पठितवन्तः. किन्तु यदि परश्वः, क्षम्यतां, ह्यः परह्यः इति आसीत् चेत् अनद्यतनार्थे चेत् अपठत् अलिखत् वयं लिखामः, वदामः. तथैव लुङ्लकारः तु सामान्यभविष्यदर्थे अस्ति, अद्यतनार्थे अपि प्रयोक्तुं शक्यते, अनद्यतनार्थे अपि प्रयोक्तुं शक्यते, कालसामान्ये इति वदामः. तदनन्तरं किम् अस्ति, तथा एव भविष्यत्कालार्थे लकारद्वयं वर्तते, एकमस्ति लृट् लकारः, अन्यत् अस्ति लुट् लकारः. अत्र लुट् लकारः भवति अनद्यतनार्थे, इत्युक्ते अद्य भविता इति वक्तुं न शक्यते, अनद्यतनार्थे एव अस्ति. यथा लङ्लकारः अस्ति भूतकालार्थे लङ्लकारः अनद्यतनार्थे, तथा एव भविष्यदर्थे लुट् लकारः अनद्यतनार्थे, अनद्यतनार्थे श्वः परश्वः इति उक्त्वा वयं वक्तुं शक्नुमः. तथा एव किन्तु सामान्यभविष्यदर्थे इत्युक्ते अधुना अष्टवादनः अस्ति, वादनमस्ति, अग्रे तु दशवादने अपि, अद्य दशवादने किमपि करिष्यामि इति वदामः, तत्तु लृट् लकारः अस्ति सामान्यभविष्यत्कालार्थे. अद्यपि भवितुमर्हति, अनद्य अपि भवितुमर्हति, इति श्वः परश्वः इत्यपि प्रयोक्तुं, तत्रापि प्रयोक्तुं शक्यते इति. तावद् परन्तु सर्वे न उक्तं इदानीं, न सम्यक् ऐ मीन् लुट् लकारः न उक्तम्. तदेव महोदय उक्तं यत् मङ्गलवासरे, इदानीं प्रयोगः नास्ति इति अत्र किमर्थमित्युक्ते, तत्र अनद्यतनार्थे एव प्रयोक्तुं शक्यते, अद्यतनार्थे न प्रयोक्तुं शक्यते, सामान्य लुट्रकारः पर्याप्तः खलु, किमर्थम् इति कृत्वा प्रयोगे तु नास्ति, सामान्यतया प्रयोगे किन्तु करणीयं, सत्यम्, आं भगिनि, किन्तु तावत् कठिनं नास्ति खलु, पूर्वं कठिनम् इति मया करिष्यति तदेव, आं भगिनि, तत्तु सामान्यभविष्यत्कालः अस्ति, अद्यतनार्थे अनद्यतनार्थे अपि भवति. अस्तु, समापयामः वा? अस्तु भगिनि, अस्तु भगिनि, धन्यवादः, धन्यवादः भगिनि, सम्यक् श्रुतं सर्वे, परन्तु ऐ अटेंडेड् द क्लास् सो ऐ मीन् प्रीवियस् क्लास् प्रेटी वेल् सो ओके, थैंक यू, धन्यवादः, धन्यवादः.